एनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। ॐ सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै। ॐ शान्ति शान्ति शान्तिः। ॐ श्रीगणेशाय नमः। ॐ श्रीसरस्वत्यै नमः। ॐ श्रीगुरुभ्यो नमः। सुप्रभातं शुभदिनं नमो नमः। चलो प्रश्नाः सन्ति यत्किमपि वयं पठितवन्तः यावत्पर्यन्तम्? नमस्ते भगिनि, सुप्रभातम्। श्रूयते वा भगिनि? नमस्ते। श्रूयते, पूर्वं न। कृपया येन विधिः स्थदन्तस्य इति सूत्रस्य विवरणम् एकवारं पुनः करोतु भगिनि। येन विधिः स्थदन्तस्य, एकनिमिषम्, करपत्रं कुत्र कस्मिन् करपत्रे आगच्छति? अत्र न, येन विधिः स्थदन्तस्य, एतदेव न? आम् आं भगिनि। ओके, विधि इत्युक्ते किम्? कार्यम्। ओके, अन्तः इत्युक्ते किम्? एण्ड्, अन्तः, एण्ड्, अन्तिम। ओके, विधि अन्तस्य, तद् अन्तस्य इत्युक्ते किम्? कार्यस्य अन्ते, अन्ते वा? न न, कार्यं विषये इदानीं मा चिन्तयतु, केवलं तद् अन्तस्य, एतस्य अर्थं किम् आगच्छति? तत् किमपि भवति, तत् अन्ते, अन्ते किं भवति तत्? ओके, एतस्य इण्टर्प्रिटेशन् एवं भवति, इदा एवम् अहं चिन्तयामि। हा, यस्य अन्तः तद् अस्ति, तद् अन्तस्य। अवगतवती? यस्य अन्तः तद् अस्ति, तद् इत्युक्ते यत् वयं निर्णयं कृतवन्तः, तद् तस्य अन्तः, अन्तस्य आधारेण निर्णयं कुर्मः। अतः एव अहं किम् अस्माकम् इकारान्तशब्द, उकारान्तशब्द, ऋकारान्तशब्द एतेषाम् उदाहरणम् अहं दत्तवती। ओके, तस्य इत्युक्ते किं, कार्यं वा, प्रत्ययं वा, धातु वा, किमपि? एकमेकं पदं स्वीकृत्य अग्रे गच्छामः, सम्पूर्णतया एवं न करोतु। सरि, अस्तु भगिनि। भगिनि, तदनन्तरम् अलोन्त्यस्य अस्ति खलु, अलोन्त्यस्य अपि तदेव उच्यते खलु, अन्तः एव उच्यते। एकनिमिषं, एकमेकं स्वीकृत्य अग्रे गच्छामः। ओके, इदानीं प्रतिभा प्रश्नं पृष्टवती, तस्य समाधानं प्रथमम्, अनन्तरम् अनुसूया भवत्याः। ओके, इदानीं वेर् इस् मै अग्रे गच्छामः। येन एकमेव पदमस्ति वा तत्र? आं भगिनि, येन विधिः, अत्र पदद्वयं, येन इति प्रथमपदं, तदनन्तरं विधिदन्तस्य इति द्वितीयपदमस्ति। विधिः तत् अन्तस्य, त्रिपदं सूत्रमस्ति भगिनि। एकनिमिषं, तं अहं सम्यक्तया लिखितवती वा अशुद्धमस्ति अत्र येन सकारः त्यक्तवती भगिनि विद्यस्कारः सकारः तदन्तस्य शुद्धं साधु एव ओके साधु एव ओके इदानीं केवलं प्रतिभा कृते अहम् एतस्य स्पष्टीकरणं करोमि हा अन्ये जनाः कदाचित् जानन्ति हा कारणं वयं स्वीकृतवन्तः किं कथं वयं निर्णयं कुर्मः इति हा प्रतिभा इदानीं कविशब्दः कथम् एतस्य निर्णयं वयं कुर्मः इकारान्तशब्दः इति अन्ते इ अस्ति चेत् वा अन्ते इ अस्ति इकारः अस्ति क्षम्यताम् इ न इकारः अस्ति अन्तिमवर्णः इकारः अस्ति एतस्य आधारेण वयं किं निर्णयं कुर्मः एतत् इकारान्तशब्दः सत्यम् आं भगिनि इकारान्तशब्दः इदानीं यत् वयं निर्णयं कृतवन्तः केवलम् अन्तिमवर्णस्य कृते वा सम्पूर्णशब्दस्य कृते अन्तिमवर्णस्य एव भगिनि न कविशब्दः वयं किं निर्णयं कृतवन्तः एतत् अस्ति इकारान्तः अस्ति तेन आधारेण वयं कृतवन्तः अन्तिमवर्णः इकारः अस्ति अतः अतः तदन्तस्य एतस्य आं भगिनि अर्थं ज्ञातम् आं भगिनि आं भगिनि ओके अन्तः इ अस्ति अन्ते इ अस्ति तेन कारणेन इकारान्तशब्दः अस्ति सम्पूर्णशब्दस्य नामकरणमपि इकारान्तशब्दः भवति आं भगिनि अवगतम् इदानीं गुरुशब्दस्य कथं वयं निर्णयं कुर्मः अन्तिमवर्णः उकारः अस्ति अतः उकारः उकारान्तशब्दः इति उकारान्तशब्दः ओके यावत्पर्यन्तम् अवगतम् आं भगिनि ओके इदानीं किं निर्णयं कर्तव्यं येन विधि इदानीं विधिकार्यं कर्तव्यम् ओके विधिकार्यं कर्तव्यम् परन्तु विधिकार्यं केन आधारेण वयं कुर्मः तद् अन्तस्य कारणेन वयं कुर्मः अवगतम् आं भगिनि आं भगिनि अतः इदानीं कार्यमस्ति इकारान्तशब्द उकारान्तशब्द ऋकारान्त यत्किमपि अन्त स्वीकुर्मः तद् अन्तस्य शब्दः वा अन्तिमवर्णः तस्मिन् विषये अत्र तु न निर्णयं कृतं केवलं मार्गदर्शनं दत्तमस्ति यस्य अन्तिमवर्णः तदस्ति तस्य अधिकारः अस्ति तस्य का विधिकारं विधि करणं विषये ओके यावत्पर्यन्तम् अवगतं यस्य अन्तः तद् अस्ति तद् इत्युक्ते अस्मिन् स्तरे इकार गुरुशब्दे उकार अतः यः शब्दः तस्य अन्तस्य अधिकारः तत्र वयं प्राप्नुमः येन कारणेन विधिकार्यं तस्मिन् शब्दे तस्मिन् अन्ते भविष्यति इदानीम् आगच्छामः कुत्र अग्रिमसूत्रम् अलोन्तस्य अलोन्तस्य किं वदति विधिकार्यं कर्तव्यं परन्तु कस्मिन् स्थाने सम्पूर्णशब्दस्य उपरि कर्तव्यं वा केवलम् एकस्मिन् स्थाने इत्युक्ते केवलम् ई स्थाने केवलम् ऊ स्थाने तद्वदति अलोन्तस्य इति सूत्रम् अत्र किम् अस्ति अल्वर्णः यत्र तत्र कार्यं भवति अल्वर्णस्य स्थाने कार्यं भवति अवगतम् आं भगिनि स्पष्टं कणमा अनुसूया प्रथमं तु येन विधि तदन्तस्य इति सूत्रस्य भवति प्रथमं तदनन्तरम् अलोन्तस्य इति सूत्रेण कार्यं भवति एतत् स्मरणे स्थापयतु येन विधि तदन्तस्य ऐडेण्टिफै करोति विच् वर्ड् यू शुड् अलोन्तस्य किं वदति इन् दट् वर्ड् कस्मिन् भागे कार्यं कर्तुं अवगतम् अवगतम् अनुसूया प्रश्नम् इत्युक्ते विधिस्तदन्तस्य सूत्रः इन् जनरल् अस्ति वर्णः अस्ति चेत् अपि भवति त्वदा अस्ति अपि भवति इति तस्य अभिप्रायः तत् मार्गदर्शनं ददाति कथं वयम् ऐडेण्टिफै कुर्मः ओके अन्यप्रश्नः अस्ति वा तथा विधिस्तदन्तस्य विशेषविशेषणस्य कोऽपि सम्बन्धः नास्ति वा पुनः वदतु श्रुतवती विधि विशेषणस्य पदस्य विधिस्तदन्तस्य सूत्रस्य कोऽपि सम्बन्धः अस्ति इति अहं न स्मरामि का अस्ति का कोऽपि अस्ति वा किम् अस्ति अत्र विशेषणविशेषपदस्य विशेषणविशेषः अस्ति चेत् किदि तद् तद् विधिस्तदन्तस्य सूत्रः अस्माकं हस्ते तत् अन्तस्य ओके विधिः तत् अन्तस्य इत्युक्ते विधिकार्यं विधि इत्युक्ते कार्यं यस्य अन्तः तत् अस्ति भवत्याः भ्रमः कुत्र अहम् ऐडेण्टिफै कर्तुं न शक्नोमि सब्जेक्ट् इत्युक्ते किम् इति सः अपि पृच्छति मम भ्रमः अपि अस्ति वाट् ऐ अण्डर्स्टाण्ड् इस् इन्स्टेस् इक् इवन् अल् देट् इस् फर् व्यञ्जन् सर्वे यतोपि अस्ति चेत् अपि कार्यं भवति इति स्यात् स्यात् भगिनी पृच्छति इति अहं मन्ये व्यञ्जन सर्वं सर्वम् आगच्छति खलु अल् इत्युक्ते सर्वम् आगच्छति स्वरः व्यञ्जन सर्वम् आगच्छति तदेव तदेव पृच्छति भगिनि सा तु येन विधि स्वतन्त्रस्य अलोन्तस्य मिश्रणं कृत्वा प्रश्नं पृच्छति इति अहं चिन्तयामि कारणम् अत्र तु मिश्रणं न कर्तव्यम् न भगिनि, अलोन्तस्य इत्युक्ते सर्वम् आगच्छति, तदन्तस्य इति अन्येकसूत्रं किमर्थम् इति मम अभिप्रायः अपि अस्ति, अहं न पृष्टवती, सा पृष्टवती. तदेव अहं पृच्छामि. विधिस्तदन्तस्य एक्स्प्लेन्स् एव्रिथिङ्ग्, वै देन् अलोन्तस्य विधितदन्तस्य किं स्पष्टीकरणं करोति? यस्य अन्तः एतत् अस्ति, उदाहरणार्थं अहं किं स्पष्टीकरणं कर्तुं प्रयत्नं करोमि, तत्तु मनसि न गच्छति. येन विधि तदन्तस्य किं वदति? यस्य अन्तः तत् अस्ति तस्य विधिकार्यं कर्तव्यम्. ओके, परन्तु तत्र स्पष्टीकरणं न कृतमस्ति कस्मिन् भागे कार्यं कर्तव्यम्. अन्ते सूचयति खलु, अन्तः तत् अस्ति तत्र कार्यं कर्तव्यं. तत्र इत्युक्ते कदाचित् सम्पूर्णशब्दस्य अथवा कुत्र तस्य अवगमनम् अलोन्तस्य इति सूत्रेण वयं प्राप्नुमः. सम्पूर्णशब्दस्य न कर्तव्यं, केवलम् अल् वर्णः यत्र अन्तिमवर्णः अस्ति, यत्किमपि अल् वर्णः अन्तिमवर्णः अस्ति तत्र एव कार्यं कर्तव्यम्. कष्टम् येन विधि तदन्तस्य अन्यत्रापि उपयोगं भवति वा? हा, परन्तु तस्मिन् विषये मम हस्ते उदाहरणं नास्ति यत्र सम्पूर्णशब्दस्य कार्यं भवति. अग्रे अस्ति खलु भगिनि, विधिः इत्युक्ते कार्यं, सार्वधातुक सार्वधातुकार्धधातुकयोः इति सूत्रे विधिः अस्ति गुणकार्यः, गुणः विधीयते. कस्य गुणः? इक् वर्णस्य. तर्हि येन विधिस्तदन्तस्य इति सूत्रे अत्र येन इत्युक्ते इक् वर्णेन, इक् वर्णेन गुणकार्य विधीयते. येन इक् वर्णेन गुणकार्यं विधीयते तत् अन्तस्य अन्द्रे इद इगन्तस्य शब्दस्य अपि गुणकार्यं विधीयते. अत्र अस्ति खलु भगिनि, उदाहरणमपि अस्ति. भवती तु कविशब्दस्य उदाहरणं दत्तवती, पूर्णतया कविशब्दस्य परिवर्तनं, अन्द्रे इकारः भवति, इकार शब्दः इकारान्तशब्दः इति भवति इति उक्तवती. अत्र तु गुणकार्यं कुत्र भवति? गुणकार्यं भवति चेत् विधिः कः विधीयते इति अपि तत्र दत्तवन्तः. नेक्स्ट् पाराग्राफ् अत्र अस्ति खलु भगिनि, पश्यतु एकवारं, तत् उदाहरणं भवितुं शक्यते खलु. विधिः अत्र विधिः इत्युक्ते कार्यं सार्वधा. नेक्स्ट् पाराग्राफ् भगिनि, नाट् द वन् दट् यु हैलैटेड्, नेक्स्ट् पाराग्राफ् दिस् वन्, दिस् कुड् बि द एक्साम्पल् फार् विधि सदन्तस्य. यु जस्ट् लैक् इट्स् अन् यु केन् मार्क् इट् बट् लोपः तस्य लोप इत्यनेन एव भवति खलु. मे जस्ट् लैक् दट् येन विधिस्तन्तस्य यु आर् जस्ट् मार्किङ्ग् इट्, यु आर् जस्ट् शोयिङ्ग् इट् दट् सम् कार्य सम् विधिः कार्य इस् गोयिङ्ग् टु हेपन् देर्. विच् कार्यम्? ऐ मीन् वेर् इट् इस् अन्तस्य अपि अस्ति परन्तु तस्य इति दत्तमस्ति तत्र. तस्य इत्युक्ते किम् इति, द नेक्स्ट् अलोन्तस्य वा अन्य सूत्रं वा इति नेक्स्ट् टैम् नेक्स्ट् स्टेप् यु हव् टु डू इट्. Isn't it, Bhagini? I don't know if I'm expressing it correctly or not. No. Bhavati to spashtataya uktavati, parantu yena vidhi sadantasya etasya uplokam anyatra api bhavati. Asmin sandarbhe ikvaranasya krite eva vayam we are aiming only at ikvarana. Parantu yena vidhi sadantasya nakkevalam ikvarana vishye asti. अन्यत्र अपि तस्य उपयोगं भवति, परन्तु मम हस्ते उदाहरणं नास्ति, अन्यथा अहं दर्शितवती आसम्. अन्यत्र आगच्छति अग्रे अग्रे वयं पठिष्यामः चेत् तत्र आगच्छति. ओके, अतः एव अहम् एवं स्पष्टीकरणं कृतवती. हा, कविशब्द गुरुशब्द एवं स्वीकृत्य, कारणम् इक् वर्णस्य विषये यदा वयं पठामः तत्र तु केवलम् इक् वर्णविषये वयं पश्यामः, तत्र तु इक् वर्णः आलरेडि अस्ति, येन विधिस्तदन्तस्य साक्षात् उपयोगं कृत्वा इक् वर्णस्य परिवर्तनं कुर्मः. अलोन्तस्य एतस्य आगमः एव न भवति. अवगतम्? अलोन्तस्य किमर्थम् आगच्छति? कारणं येन विधिस्तदन्तस्य केवलं वदति यस्य अन्तः तत् अस्ति तस्य उपरि विधिकार्यं कर्तव्यम्, परन्तु तस्य उपरि सम्पूर्णस्थाने कर्तव्यं वा केवलम् एकस्मिन् स्थाने कर्तव्यम्, तस्य अवगमनम् अलोन्तस्य इति सूत्रेण वयं प्राप्नुमः. अतः एव सूत्रद्वयं दत्तमस्ति. ओके, यावत्पर्यन्तं यदा अवगतं वदन्तु. Bhagini, if I am allowed, I think something that I understood, I'll try to explain if it is right. Can you just see? Bhagini? श्रूयते वा भगिनि? श्रूयते, परन्तु अन्य कोऽपि न श्रूयते. अस्तु अस्तु महोदय. श्रूयते भगिनि, श्रूयते. अहं प्रयत्नं करोमि वा? हा, क्षम्यताम्. I just went through some of the parts ahead and I think, I don't know if I'm right, but I'd like to explain it if it is be clearer. Can you just see if it is okay? Vadatu. Because in a few pages ahead I just went, in that what I understood was in alontasya means it is angasya sthane gunadeshah iti na apitu angasya antima varnasya sthane gunadeshah. Then the next one is puganta lagupadasya cha. So in this also iti sutre ikah gunah angasya antena api tu upadaya. So here they say it is the upada varnah that where the guna occurs, and in alantasya it is the end varna where the guna occurs. Etadartham ena vidhis tadantasya. So here the ena vidhis tadantasya is one sutram. That means the vidhikaryam occurs one in alontasya, that is the end. It is not the pura anga of the thing, but in the end of the last varna. And if it is puganta, after that if you say puganta lagu padasya cha, that means it occurs in the upadaya thing. Alontasya chanena prasakti. So in this, what I try to understand is, first it is, they are saying that where the vidhi has to happen, the karyam has to happen, that is the ena vidhi stadantasya. Then you have to say whether it is occurring in the last varna or the upada varna. That's what I understood. That's why it is written twice, and maybe in the other gunas, the dhatu gunas, if you go ganas, dhati ganas, you go, then it will be more clearer is what I think I may be wrong, but I just like I thought it was, that's how I understood. किञ्चित् अधिकं स्पष्टता प्राप्स्यामः, तत्तु सत्यं, परन्तु उदन्तलघुपदस्य उपदाविषये वदति तत्र येन यदि स्वदन्तस्य तस्य कार्यं नास्ति. ओके, कारणं येन यदि स्वदन्तस्य किं वदति, स्पष्टीकरणं करोति विधिकार्यं कस्मिन् शब्दे वा कस्मिन् स्थाने कर्तव्यम्. ओके, विधिकार्ये अन्तिमवर्णस्य उपरि अत्र पुगन्तस्य पुगन्तलघुपदस्य तत्र तु उपदाविषये अस्ति, अतः येन यदि स्थगन्तस्य तस्य तु उपयोगं नास्ति तत्र. ओके, अस्तु. उमा महोदय, अनुमति अस्ति चेत् अहं किञ्चित् वदामि. वदतु, साहाय्यं करोतु, ये साहाय्यं कर्तुं शक्नोति आगच्छन्तु. अत्र सूत्रं किम् अस्ति, परिपूर्णसूत्रं तदस्ति, सार्वधातुक आर्धधातुकयोः इकः अङ्गस्य गुणः. अतः अत्र इकः षष्टिविभक्तौ भवति, अङ्गस्य अपि षष्टिविभक्तौ भवति, अतः सम्बन्धः अस्ति. तत् किं सूचयति, इकस्य अङ्गस्य, यत् अङ्गमस्ति तत् इक् वर्णः तत् अङ्गस्य मध्ये अस्ति इति सूचयति आदौ. तदनन्तरम् अत्र प्रश्नः उदेति, गुणकार्यं विधीयते, यद् विधिः अस्ति तद् गुणकार्यं विधीयते. सो द गुणकार्य इस् आर्डर्ड् देर्. अत्र येन विधि तदन्तस्य सेस् असूत अर्थ अर्थः इस् दिस् विशेषणनिर्दिष्ट. विशेषणं किम् अत्र, इकः अङ्गस्य इति पदद्वयम्. अत्र विशेषणं किं, विशेष्यं किम्, विशेष्यम् अङ्गस्य, इकः अङ्गस्य, इकः इति विशेषणमस्ति, अतः इकः इति विशेषणम्. अङ्गस्य इत्युक्ते इक् वर्णः अपि भवेत्, अच् वर्णः अपि भवेत्, किमपि भवेत्, किन्तु अत्र विशेषणम् अङ्गस्य इकः इत्युक्ते यत् अङ्गमस्ति तन्मध्ये इक् वर्णः अस्ति, तदेव वदति येन विदितं तस्य इति विशेषणम्. अत्र विशेषणस्य उपरि अपि भवितुम् अर्हति, विशेषनिर्दिष्टविशेष विधिः यत् अस्ति पूर्ण अङ्गस्य, अतः इक् अङ्गस्य उपरि अपि भवितुम् अर्हति, अन्तिमवर्ण उपरि अपि भवितुम् अर्हति. इट् केन् हेपन् आन् अ अङ्ग विच् हेस् इक् वर्ण इन् इट् आर् कम्प्लीट्लि आर् ओन्ली आन् दि इक् वर्ण. सो देर् आर् टु आप्षन्स्. अत्र चयनं करणीयं किम् इति, तदर्थमेव अलोन्त्यस्य इति सूत्रम् आगच्छति. तद् वदति पूर्ण अङ्गस्य उपरि न, किन्तु अङ्गस्य अन्तिम इक् वर्णः यत् अस्ति तत् उपरि गुणकार्यं भवति इति स्पष्टीकरणं करोति अत्र सूत्रद्वयं. जनरल् सूत्र, दे आर् यूस्ड् एव्रीवेर्, नाट् ओन्ली इन् द गुणकार्य हियर्, एनी कार्यम् इट् केन् हेपन्. तदेव अर्थः, अलोन्तस्य कम्स् इन् बिकास् आफ् देट्. अत्र इगन्तस्य, तत्कारणात् एव इगन्तस्य आगच्छति. सो आदौ सूत्रमस्ति सुवर्णधातुक आर्धधातुकयोः इकः अङ्गस्य गुणः इति आदौ, इट् मीन्स् अन् अङ्ग विच् हेस् इक्. बट् तदनन्तरं किं भवति पूर्णसूत्रम्, इगन्तस्य अङ्गस्य गुणः इति विशेषणम् इतोपि अधिकं स्पष्टं भवति. सो इनिशियलि इट् सेस् ओन्ली आन् अन् अङ्ग विच् हेस् इक् येन विधि तदन्तस्य. सो इट् केन् हेपन् आन् दि एण्टैर् अङ्ग, एण्टैर् अङ्ग केन् बि रीप्लेस् बै अ गुण, किन्तु तत् न. देन् द नेक्स्ट् सूत्र सेस् अलोन्तस्य, दट् सेस् if there is an anga that has a nik and ik is at the end, tasyopari bhavati gunakaryam. That is why the final sutra will be sarvadhatuka ardhadhatukayoho igantasya angasya gunaha. So alontyasya, if it is not there, it will only be ik angasya gunaha, igantasya angasya gunaha na bhavati. So if I have to explain it in English very simply, it says sarvadhatuka ardhadhatukayoho इक अङ्गस्य गुणः, एन् अङ्ग विच् हेस् इक् इन् इट्, एन् इक् अङ्ग विल् टेक् गुण, देन् वि डोण्ट् नो वेर् दि इक् इस्. सो देर् इस् अ सूत्र दट् कम्स् इन् सेस् येन विधि तदन्तस्य, विधिः किं, गुणः. सो गुणकार्यम् इस् द विधिः, दट् गुणकार्यं केन् हेपन् आन् द विशेषणं निर्दिष्ट, विशेषनिर्दिष्ट अङ्ग. सो विशेषणं किम् अस्ति, इकः. सो इट् केन् हेपन् अन् अङ्ग विच् हेस् ikinet, the whole anga, or only part of the anga. So which part of the anga we do not know. So that which part of the anga is given by alontyasya, which also is in shashti. So an anga which has an ikvarna at the end, that ikvarna will have the gunakarya, is the total sutra that is there. That karana teva yena vidhitasya can happen everywhere. Is any spashtam? Anusuya, Kannamma, Pratibha, Purnima. धन्यवाद महोदय. अग्रिमकक्षायाम् उदाहरणद्वयं दातुं प्रयत्नं करोमि. ओके, कारणदातुकारणदातुपयोः आफ्टर् वि फिनिश् दट् सेण्टेन्स् सूत्र विधिस्तदन्तसूत्र कम्स् इन् इट्. हा, अत्र प्रश्नः उदेति खलु, अत्र सार्वधातुक आर्धधातुकयोः इकः अङ्गस्य गुणः इति अनुवृत्तिसहितसूत्रमस्ति. तदनन्तरं प्रश्नः उदेति गुणकार्यं कुत्र भवेत्, सो वेर् विल् द गुणकार्यं हेपन्, अत्र येन विधितवन्तस्य गुणकार्यं हेपन्स् ओन्लि. एकनिमिषम् अनसूया महोदय, एकनिमिषं स्पष्टीकरणं करोमि. प्रश्नः पृष्टवती, स्पष्टीकरणं करोमि, मध्ये मध्ये वदति चेत् अत्र कर्तुं न शक्यते खलु. अत्र सार्वधातुक आर्धधातुकयोः इक् अङ्गस्य गुणः इति वदति. तदनन्तरं किं वदति, यत् अङ्गमस्ति इक् अङ्गस्य यत् इक् अस्ति तदुपरि भवति इति. किन्तु अत्र स्पष्टीकरणं गुणकार्यं कुत्र भवति, कुत्र भवेत् इति न उक्तम्. अत्र विकरणप्रत्यय उपरि वा अत्र अङ्गस्य उपरि वा इति न उक्तम्. अत्र येन विधितम् इत्यस्य विधिः किम् अस्ति, गुणः अस्ति. सो इट् केन् हेपन् आन् दि एण्टैर् अङ्ग आर् ओन्लि आन् द इक्वर् इट् केन् हेपन् भवति आप्षन्स् आर् देर् बिकास् इट् इस् अ जनरल् सूत्र यूस्ड् एव्रिवेर्. अत्र तु अन्तिमवर्णविषये पठामः इदानीं. तत् कारणात् एव अलोन्तस्य इति आगच्छति. अग्रे अलोन्तस्य न आगच्छति. किमर्थम् इत्युक्ते अत्र we are only start talking and learning about all dhatus which have an ikvarna at the end. Bhu, chi, ikvarna. Tat karanat eva alontasya. So it says alontasya, the vidhi that happens can happen on the entire anga or on just a part of the anga. Alontasya says it should happen in this case only at the al varna, the end varna. Atra al madhye इक्वर्णः अपि सन्ति खलु. तत्कारणात् सर् ये दि अलोन्त्यस्य इस् अप्लैड् नाट् ओन्लि इन् द गुणकार्य, इट् इस् अप्लैड् अक्रास् मेनि कार्यास्. दट् इस् वै आल् इत्संज्ञा प्रकरणम् आल् दिस् प्रकरणम् आर् जनरल्. एस् यु लर्न् गो फार्वर्ड् यु विल् सी दट् इट् विल् बि देर् एव्रिवेर् न जनरल् रूल्. स्पष्टमिति भावयामि. अग्रिमकक्षायां महोदय, महोदय, वयं वा त्रीणि वा उदाहरणानि दातुं प्रयत्नं करोमि तद्विषये अङ्गस्य. अहमपि कोऽपि सुष्मं भवति वा. मम मते येन विधि सदन्तस्य जनरल् सूत्रम् अस्ति, हा, केवलं विक्रयण कृते न. अग्रे वयम् उदाहरणानि पश्यामः, यदा यदा अग्रे गच्छामः अधिकम् अधिकं ज्ञानं प्राप्स्यामः तदा किञ्चित् अधिकं स्पष्टता आगच्छति अस्माकम् अवगमने. अन्यतां कृते किमपि प्रश्नः अस्ति वा? इदानीं स्पष्टमस्ति. ओके, अन्य कोऽपि किमपि प्रष्टुमिच्छति? अहं किञ्चित् किं पुनरावर्तनं कर्तुं प्रयत्नम् आरब्धवती. किमस्ति, कानि कानि सूत्राणि पठितानि हा ओके इदानीम् आरम्भं करिष्यामि मम तु हा अनिल् अलन्त्यम् अहं तु लिखितवती अग्रिमसूत्रं किमपि वदति वा प्रथमम् उपदेशे अनुनासिक ओके उपदेशे अवग्रहचिह्नमस्ति न तत्र जनुनासिक शुद्धम् उपदेशे जनुनासिक इत् ओके अनुसूया महोदय अन्यसूत्रं किम् अलङ्क्यम् अभवत् किमर्थमहं लिखामि किञ्चित् अनन्तरं पश्यामः अस्तु महोदय तृतीयसूत्रं वाचिकं वदतु वा न विभक्ति कुस्माः वदतु वा आदिनिकदा वदनं वा आदिनिकदः सूत्रमस्ति न विभक्तो कुस्मः विरोध विरोधसूत्र हलन्त्यं च हलन्त्यम् इति सूत्रस्य न विभक्तो कुस्मः अतः अत्र अहं लिखामि न विभक्तं तु स्मः न पुष्टीकरणं करोति कुत्र हलन्तं करणीयं कुत्र न करणीयम् इति हकारः नास्ति महोदय तूष्माः हकारः नास्ति तूष्मा अनन्तरं विसर्ग एव हा हा हा ओके ओके ओके तत्र तु विसर्गं तत्र आगच्छति मम दोषः अनन्तरम् उपदेशे जनुनासिक उपदेशे जनुनासिक प्रथमसूत्र अस्ति तदनन्तरं हलन्तीम् अस्ति अनुसूया महोदय इदानीम् अन्य कोऽपि उत्तरं दास्यति भागीरथी भवत्याः पर्यायः विभक्तौ तूष्माः उपदेशे जनुनासिक आदिर्निटुडवः आदिर्निटुडवः ओके शकारः मध्ये अस्ति भगिनी शकारः अस्ति एकनिमिषम् शकारः इदानीं श्रुतमस्ति कश्चन पर्यायः इदानीं चन्दनति चन्दनति तिर् इच्छन्यं वाच्य अतः आदिर्निटुडवः अत्र किं कर्तव्यं वाक्य वाक्यविषये निर् न कथमस्ति सम्पूर्णवाक्यं वदतु. इत्संज्ञा वाच्य इर् तकारः त स अनुस्वार उपरि वाच्य वाच्य वा अस्ति वाच्य. ओहो ओके ओके वाच्य ओके शुद्धम् संज्ञा वाच्या. अनन्तरं गीता न अहं दृष्टवती गीता. आं महोदय. शस्त्रस्य वाच्य शप् प्रत्ययस्य शप् न श न श पुष्पं श सः प्रत्ययस्य प्रत्ययस्य प्रत्य ओ गॉड प्रत्ययस्य सम्यक् लिखितम्. आं महोदय. हा इदानीं गीता अनन्तरं का अस्ति जया न चुटु महोदय चु टु दीर्घं न ओ टु चुटु अनन्तरं सेवेन् कस्याः पर्यायः कन्नम्मा भगिनी लशक्व तद्दिते लशक्व तद्दिते तद्धिते ओके लशक्व तद्धिते अनन्तरं लक्ष्मी उत्तु लक्ष्मी न महोदय तस्य लोपः ओके तस्य लोपः ओके इदानीम् अग्रे अपि वयम् अन्यसूत्राणि पठितवन्तः ओके इदानीं पूर्णिमा करपत्रं द्रष्टव्यम्. आं महोदय किं वक्तव्यम् अत्र प्रश्नः ओके भवती किं वदति पुनः वदतु. सर्वाणि सूत्राणि अभवत् खलु उपदेशे जनुनासिक एक अनन्तरं तस्य लोपः हलन्त्यं न विभक्तौ तु स्मः चुट्टु आदिर्निटुडवः सर्वम् अभवत् प्रत्ययस्य दशक्व तद्धिते एतत् सर्वं तु समाप्तम् ओके अग्रे अपि वयं पठितवन्तः न महोदये प्रथमं भूतः अनुबन्ध एकसूत्रमस्ति किल महोदय प्रथमाध्याये तृतीयपादे प्रथमसूत्रं भूदायु महोदय भूदायु सूत्रमस्ति प्रथमं बिगिनिङ्ग् आफ् द सूत्रं प्रथमाध्याये तृतीयपादे प्रथमसूत्रं अस्ति किल वदतु इदानीम् अनुबन्ध अनुबन्ध इति किञ्चित् पठितवान् पूर्णिमा किञ्चित् तिष्ठतु सा यत् वक्तुमिच्छति वदति चेत् मम नाम आहूतवती खलु तदर्थम् अहं न न अहं भवत्याः नाम न आहूतवती मम नाम आहूतवती किञ्चित् तिष्ठतु तस्याः किञ्चित् प्रश्नः अस्ति तस्य समाधानं तु कुर्मः अनन्तरं पश्यामः किञ्चित् तिष्ठतु पूर्णिमा उषा वदतु भूवादय धातवः इति सूत्रम् इति अस्ति न तस्मिन् विषये वयं न पठितवन्तः परन्तु भूवादय धातवः ततः धातवः इति अनुवृत्ति कृते वयं स्वीकृतवन्तः अतः तत् सूत्रं वयं दृष्टवन्तः परन्तु न पठितवन्तः ततः धातवः इति अनुवृत्तिरूपेण स्वीकृतवन्तः न कुत्र ओके महोदय एकनिमिषं दृष्ट्वा वदामः आदिर्निटुडवः आदिर्निटुडवः अनुवृत्ति उपदेशे च अनुनासिक इति तत्र तु अनुवृत्ति नास्ति न विभक्तौ सुस्माः तत्र तु उपदेशे विभक्तौ अन्त्याः हलः सुस्माः न इतः इति आगच्छति हा आदिर्निटुडवः तत्र किम् अस्ति उपदेशे च अनुनासिक इति ततः उपदेशे इति इति शब्दद्वयं पदद्वयं वयं स्वीकुर्मः हा अनन्तरं भूवादयो धातवः ततः धातोः इति वयं पदं स्वीकुर्मः एवम् आदिर्निटुडवः एतस्य सूत्रस्य सम्पूर्णसूत्रं निर्माणं कुर्मः उपदेशे धातोः आदयः निटुडवः इतः इति ओके उषा ओके ओके महोदय समाधानमस्ति महोदय धन्यवादः समाधानम् ओके आम् महोदय धन्यवादः किमर्थम् अहम् एतत् एवं लिखामि अनन्तरं वदिष्यामि सम्पूर्णं कुर्मः पूर्णिमा भवत्याः पर्यायः अग्रिमसूत्रं यत् भवत्याः मनसि आगच्छति वदतु एतत् सर्वं वयं सम्पूर्णं कृतवन्तः इति अहं चिन्तयामि ओके एतत् सर्वं तु अनुबन्धसूत्राणि सन्ति तदनन्तरं वयम् अग्रे पठितवन्तः न इदानीं तदपि योजयामः ओके वदतु पूर्णिमा कुत्र अस्ति अन्तर्जालकर्तनं अभवत् अहं किञ्चित् न श्रुतवती भगिनि इदानीं शृण्वन्ती अस्ति वदतु सर्वाणि अनुबन् अभवत् खलु महोदय इदानीं तु विषये वदामि अहं चिन्तयामि अनुबन्धसूत्राणि सर्वाणि समाप्तानि न समाप्तम् अनुबन्ध इत्युक्ते किम् इति वक्तव्यम् अनुबन्ध इत्युक्ते अनुबन्धवर्णानि विकरण ये विच्छन्न भवति तस्य अनुबन्ध इति उच्यते यदा शप्शन् इति सर्वत्र शकारस्य पकारस्य इत्यज्ञः भवति यत्र शकारस्य लोपः भवति षित् इति उच्यते पकारस्य लोपः भवति चेत् पित् इति उच्यते एतत् एकमेव अकार एव अवशिष्यते तर्हि अन्यत् अन्यत् कार्यं विधीयते तत् अन्यत्र अन्यत्र समान अकार अवशिष्यभागं भवन्नपि कार्यं कार्यं द्विविधं भवति शब्दस्य गणरीत्या यत्र ककारस्य इति भवति चित् इति भवति तथा एव अनुबन्ध तद् अनुबन्ध अनुबन्धस्य विषये तद् भवेत् भगिनि. ओके, धन्यवादः. प्रतिभा प्रतिभा सूत्रं किं स्मरणे आगच्छति इदानीं? हा, सार्वधातुक आदधातुकयोः तिंषित् सार्वधातुकं तिंषित् सार्वधातुकम् इति एकं सूत्रं वयं पठितवन्तः. तिंषित् सार्वधातुकम् शुद्धं लेखनं शुद्धं किञ्चित् तदपि परिशीलनं कुर्वन्तु हा, कारणम् अहं साक्षात् एवमेव लिखामि. तिंषित् साधु अस्ति महोदय, साधु अस्ति. ओके, इदानीं कस्याः पर्यायः? सरस्वती, अग्रिमसूत्रं किं वयं पठितवन्तः? सार्वधातुका अर्धधातुकयोः सार्वधातुकार्धधातुकयोः सार्वधातुकार्धधातुकयोः तत्तु वैशिंषित् सार्वधातुकं तदनन्तरम् आगतं न कुत्रापि. हा, सार्वधातुकार्धधातुकयोः. ओके, इदानीं सर्वमङ्गला. आं, नमस्ते. अग्रे किं सूत्रं वयम् उपयोगं कृतवन्तः? एचोयवायावः. हा, एचोयवायावः सन्धिसूत्रम्. ओके, ततः अत्र न लिखामि. अनन्तरं येन विधिः तदन्तस्य तदन्तस्य सत्यं येन विधिः तदन्तस्य. ओके, अनन्तरं किं पठितवन्तः? अस्याः पर्यायः इदानीं हितलक्ष्मी परिभाषासूत्रं परिभाषासूत्रं कस्मिन् विषये भवती वदति? परिभाषासूत्र कथं निर्णयं कुर्मः कार्यं कथं मार्गदर्शनं दृश्यते मार्गदर्शनं ददाति तत्तु स्पष्टीकरणार्थं साक्षात् सूत्रस्य उपयोगम् अस्माकं कार्यं प्रक्रियाकार्ये एके सूत्राणि कानि सूत्राणि वयम् उपयोगं कुर्मः तस्मिन् विषये पश्यामि. ओके, येन विधि तदन्तस्य तदनन्तरं किं सूत्रं वयम् उपयोगं कुर्मः? येन विधि अलोन्तस् यचो वायाव यचोयवायावः. हा, यचोयवायावः सूत्रमस्ति, परन्तु तत्तु किं सन्धिसूत्रमस्ति, अतः अहं दर्शयामि. अनन्तरं किम् अस्ति? हा, एकसूत्रं न वदति, लघु आगच्छति महोदय, तदपि एकसूत्रमस्ति खलु, किमस्ति अग्रे आगच्छति न बाबा वदिष्यामः किञ्चित् न एकमेकं स्वीकृत्य अग्रे गच्छामि ओके एतत् सर्वं अस्ति महोदय इको गुणवृद्धि इको गुणवृद्धि किमर्थम् अहम् अत्र न लिखामि ओके बहु वक्ता वदतु सुब्रह्मण्यं महोदय भवान् शक्नोति किमर्थम् अत्र तस्य लेखनम् अहं न करोमि तत्तु परिभाषासूत्रमस्ति तत् कारणात् एव न लिखितं किन्तु अत्र एक प्रमाणसूत्रमस्ति निधेर्गुणः तत्तु लेखनीयमेव खलु किमर्थम् इत्युक्ते कार्यं किम् इति तदेव सूचयति हा परन्तु निधेर्गुणः विना ओके अहं किम् अत्र करोमि कुत्र अस्ति सार्वधातुक अर्धधातुकयोः तत्र आगच्छति न निधिर्गुणविषये सार्वधातुक अर्धधातुकयोः एतस्य सूत्रस्य सम्पूर्णार्थं निधिर्गुणः आगच्छति ओके अतः तत्रैव आगच्छति खलु साक्षात् निधिर्गुणः वयं न पठामः निधेर्गुणः एतस्य सूत्रस्य आधारेण गुणः यदस्ति तत् अत्र स्वीकृत्य सार्वधातुक अर्धधातुकयोः एतस्य सूत्रस्य सम्पूर्णं कुर्मः ओके अतः साक्षात् सूत्रं सार्वधातुक अर्धधातुकयोः अस्ति अस्माकं हस्ते तत्तु वयं लिखितवन्तः सार्वधातुक अर्धधातुकयोः तदनन्तरं येन विधिस्तदन्तस्य एतस्य आधारेण वयं विधिकार्यं कुत्र कर्तव्यं तत् निर्णयं कुर्मः अनन्तरम् अलोन्तस्य ओ लेखनीयं वा येन विधिस्तदन्तस्य एतत् सर्वं स्पष्टीकरणार्थम् अस्ति न कोऽपि साहाय्यं करोतु येन विधिस्तदन्तस्य एतस्य येन विधिस्तदन्तस्य अपि एक नियमसूत्ररूपेण एव आगच्छति यथा निधेर्गुणः आगच्छति तत्कारणात् एव आगच्छति नास्ति मम इच्छा किम् अस्ति अस्मिन् स्तरे वयं प्रक्रिया कुर्मः न धातोः तस्मिन् समये कानि सूत्राणि वयम् उपयोगं कृत्वा अग्रे गच्छामः तस्मिन् विषये अहं लिखामि अतः येन विधि तदन्तस्य अलोन्तस्य तत्सर्वं तु अत्र न आगच्छति प्रक्रियादशायां यानि सूत्राणि वयम् उपयोगं कृत्वा स्टेप्स् दर्शयामः सोपानानि तस्मिन् तु न आगच्छति ओके अतः येन विधि तदन्तस्य निष्कासयामि ओके अवगतम् ओके अग्रे एचो वायावाय हा एचो यवायावः इको यणचि तत्सर्वं तु सन्धिकार्यं ओके लिखामि एचो यवायावः ओके फैन् लिखामि हा एचो श्रुतं वा न तत्र मुखयानस्य अपि लेखनीयं भगिनी भगिनी एकः प्रश्नः अस्ति वै वि हेव् एण्ट् रिटन् मिधेर्गुणः ओके वै वि हेव् रिटन् आर् नाट् रिटन् नाट् रिटन् मिधेर्गुणः तदेव अहं स्पष्टीकरणं कृतवती सुब्रह्मण्यं महोदयाय अत्र पश्यतु मिधेर्गुणः वयं सूत्रं न पठामः अत्र मिधेर्गुणः एतस्य सूत्रस्य किञ्चित् भागं स्वीकृत्य अनुवृत्तिरूपेण सार्वधातुकार्धधातुकयोः एतस्य सम्पूर्णं कुर्मः ओके अवगतम् मिधेर्गुणस्य उल्लेखः किमर्थम् आगतम् कारणं ततः गुणः इति अनुवृत्ति आगच्छति अस्माकं सार्वधातुकार्धधातुकयोः सूत्रस्य सम्पूर्णार्थम् ओके परन्तु तत्र विधेर्गुणः ततः गुणः इति पदं स्वीकुर्मः अनन्तरम् अङ्गस्य इति सूत्रात् अङ्गस्य सम्पूर्णतया स्वीकुर्मः तदनन्तरम् इको गुणवृद्धिः इतः वयम् इकः इति स्वीकुर्मः अनन्तरं किमस्ति इकः परिभाषासूत्रात् वयं स्वीकुर्मः ओके इकः अतः एवं भिन्नभिन्नसूत्रात् पदानि स्वीकृत्य सार्वधातुकार्धधातुकयोः एतस्य सूत्रस्य सम्पूर्णं कुर्मः ओके अतः मिधेर्गुणः अत्र अहं न स्थापयामि ओके तद् तेन कारणेन एव अत्र वयं पठितवन्तः न येन विधिस्तदन्तस्य तस्य सूत्रस्यापि अहम् अत्र न स्वीकरणं कृतवती येन विधिस्तदन्तस्य तदपि अहम् अत्र न स्वीकृतवती किमर्थं कारणं यस्मिन् समये वयं प्रक्रिया दर्शयामः ओके अत्र वयं प्रक्रिया अत्र न अन्य अस्ति अत्र वयं प्रक्रियाविषये वयं पृष्टवन्तः न तत्र वयं मिधेर्गुणः एतस्य आधारेण किमपि कार्यं न कुर्मः येन विधिस्तदन्तस्य एतस्य आधारेण वयं किमपि कार्यं न कुर्मः परन्तु कथं निर्णयं कुर्मः कार्यं कर्तव्यं तस्मिन् विषये अत्र स्पष्टीकरणं कृतम् अस्ति ओके सार्वधातुकार्धधातुकयोः एतस्य सूत्रस्य उपयोगं कदा कुर्मः कथं कुर्मः किमर्थं कुर्मः तस्य स्पष्टीकरणम् अत्र दत्तम् अस्ति एतानि सूत्राणि दृष्ट्वा सार्वधातुकार्धधातुकयोः एतस्य सूत्रस्य अवगमनं वयं प्राप्नुमः ओके परन्तु अस्माकं कृते प्रक्रियासमये केवलं सार्वधातुकार्धधातुकयोः इति वयम् उपयोगं कुर्मः तत् कृत्वा अग्रे गच्छामः ओके पश्यतु अत्र सार्वधातुकार्धधातुकयोः साक्षात् एतदेव वयं वदामः मिधेर्गुणः न वदामः इकोगुणवृद्धिः न वदामः परन्तु वयं जानीमः एतस्य उपयोगं वयं कदा कुर्मः यदा सार्वधातुकः अस्ति अथवा आर्धधातुकः अस्ति तस्मिन् समये कस्य उपरि किं कार्यं कर्तव्यं सार्वधातुकार्धधातुकयोः एतस्य कारणेन इक् अङ्गस्य गुणः भवति एतत् वयं जानीमः ओके अवगतम् अन्यापि भ्रमः अस्ति प्रश्नः अस्ति हा अग्रे गच्छामि ओके यावत्पर्यन्तं सर्वाणि सूत्राणि अहं लिखितवती येन विधिस्तदन्तस्य अवगमनार्थम् अलोन्तस्य अवगमनार्थम् एच् ओ अवायावः ओके उपयोगं कुर्मः अनन्तरं एच् ओ अवायावः वयं दृष्टवन्तः न एतत् सर्वं ओके अत्र सर्वं वयं कृतवन्तः अहं तु अभ्यासरूपेण कानिचन किं धातवः तु दत्तवती ओ देट्स् नाट् वाट् ऐ वाण्ट् किमपि कोऽपि प्रयत्नं कृतवन्तः वा गतावसरे वयं भूधातुविषये पठितवन्तः प्रक्रिया कथं लेखनीयं हा इदानीं कस्याः पर्यायः सीतालक्ष्मी जी जये अवगतवती कथं हा वक्तुं शक्नोति जी शप् अधिकं ति जे इकारः न सीतालक्ष्मी प्रथमकार्यं किमर्थं लास्ट् एकं महोदय किमर्थं शप् शप् षित् शकारः षित् भवति शकारः न न किमर्थं शप् योजयति शप् कदा प्रत्ययरूपेण शप् विकरण वादिगणे अतः शप् योजय शप् ओके अग्रे गच्छतु जयति कथम् आगच्छति जि अधिकं शप् अधिकं ति इकारः अस्ति लषत्वतद्धि शकारस्य लषत्वतद्धित इति सूत्रेण शकारः लोपः भवति वित्सङ्गः भवति तस्य लोपः सूत्रेण अवगच्छति शकारः हलन्त्यम् इति सूत्रेण पकारस्य इच्छङ्ग् न भवति तस्य लोपः सूत्रेण पकारः अवगच्छति अकारः एव तिष्ठति तदनन्तरं जि अकार जि अधिकम् आ अधिकं टि तिङ्क्षित् सार्वधातुकम् इति सूत्रेण सार्वधातुकसंज्ञा भवति तदनन्तरं सार्वधातुक अर्धधातुकयोः सूत्रेण गुणवृद्धिः भवति अकारस्य इत्थाने गुणः भवति जकारः जि ये प्लस् इ एकारः भवति एकारः एका जे अधिकम् आ अधिकं टि सार्वधातुक अर्धधातुकयोः सूत्रेण भवति अनन्तरं ज एच् ओ वायवः सन्धिसूत्रेण जकारः ऐ भवति एकारः जकार आं महोदय न जकार न जे जकार जकार यकारयोः ये भवति जकार ये स्थाने ऐ भवति न अकारस्थाने ऐ भवति जकार अक अधिकम् अक ऐ अधिकम् इति येचो वायाव इति सूत्रेण ज अय अस्ति जयति इति सिद्धं भवति ओके किञ्चित् किञ्चित् ओके सुब्रह्मण्यम् अहं भवतं किमपि न पृच्छामि हा अग्रे गच्छामि ओके उषा उषा श्रुधातुविषये वदतु श्रु गोवादिगणः अतः टप् विकरणप्रत्यय आगच्छति लशक् वर्तते इति सूत्रेण शकारः इत्संज्ञा भूत्वा तस्य लोपः इति सूत्रेण लोपः भवति कारणेन तिंशित् सार्वधातुक इति सूत्रेण सार्वधातुक नामकरणम् अस्ति श्रु अधिकम् अधिकं ति अस्ति भवत्याः हस्ते तु केवलं एकनिमिषम् एतानेन गच्छतु भवती केवलं लशकतज्जते इति सूत्रस्य आधारेण पकारस्य इत्संज्ञा कृत्वा लोपकार्यं कृतवती पकारः तत्र एव स्थितम् अस्ति अप् इति अस्ति न न त्वरया मा वदतु मन्दं मन्दं वदतु चिन्तनं कृत्वा वदतु आम् आम् आम् बकारः हलन्त्यम् इति सूत्रेण इत्संज्ञा भवति तस्य लोपः इति सूत्रेण लोपः भवति अकारः अवशिष्यते शकारः षित् कारणेन तिंषित् सार्वधातुक इति सूत्रेण सार्वधातुकसंज्ञा इति नामकरणं भवति श्रु अधिकम् अ ति इति कारणेन आ गुणकार्यं भूत्वा ओकारं भवति तत्र कथं गुणकार्यं भवति महोदय श्रु ऊ प्लस् आ ओकारम् Am I right, Mahadeya? No, not right. Kutra gunakaryam bhavati? Shru dhatu. Shru means? Shru yad dhatu asti. Pada chedam. Nikani varnani santi. Varna chedaha. Aham to do. Shru dhatu yad asti. Katra. वर्णानि कानि अथ वर्णः सकारः रेपः उकारः रेपः उकारः ऊ प्लस् ओ भवति ऊ प्लस् गुणकार्यं कुत्र भवति गुणकार्यं कुत्र भवति किञ्चित् सार्वधातुकम् इति सूत्रस्य आधारेण यदस्ति उषा किञ्चित् सार्वधातुकं कुत्र वयम् उपयोगं कृतवन्तः यत्र षित् अस्ति तत्र इत्युक्ते आ यद् अवशिष्टमस्ति तदस्ति सार्वधातुकसंज्ञा इति नामकरणं प्राप्तम् ओके यस्य सार्वधातुकसंज्ञा अस्ति तस्य अङ्गस्य अत्र अङ्गं किं श्रु सृङ्गम् तत्र सार्वधातुक अर्धधातुकयोः एतस्य सूत्रस्य आधारेण किमस्ति एतस्य कारणेन इक् अङ्गस्य गुणः भवति तत्र लिखितमस्ति न स्पष्टीकरणार्थम् इदानीम् इक् अङ्गः कुत्र अरे बाबा ऐ एम् नाट् आस्किङ्ग् फार् एनी जस्टिफिकेशन् फालो वाट् इस् गोयिङ्ग् टु हेपन् ओके ओके ओके ओके ओके इदानीम् इक् अङ्गः कस्मिन् भागे अस्ति अतु अस्ति किञ्चित् सार्वधातुकं तत्र तु शिप् अस्ति एतस्य कारणेन सार्वधातुकसंज्ञा प्राप्तं सार्वधातुकसंज्ञा एकवारं प्राप्तं चेत् तस्य कारणेन अङ्गः यद् अस्ति तस्मिन् भागे अङ्ग किम् अस्ति अत्र सृ अस्ति अङ्गं शप् कृते अङ्गं सृ अस्ति ओके इदानीं सृ अङ्गम् अस्ति तत्र अस्मिन् भागे इक् वर्णस्य गुणकार्यं भवति अत्र इक् वर्णः कुत्र अस्ति इक् वर्णः अस्ति अतः ऊस्थाने किं कार्यं भवति गुणकार्यम् अतः ऊ कृते गुण किम् अस्ति गुणवर्णः किम् अस्ति ओ अस्ति अतः ऊ अहम् ओ ऊस्थाने ओ लिखामि ओके सकार रेफा तत्रैव तिष्ठति ओके स्थाने ओ आगच्छति इदानीं तदनन्तरम् ओ स्थाने किम् आगच्छति यान्तवान्तसन्धि यान्तवान्तसन्धि कृते अत्र ओ अनन्तरं वरः अस्ति अतः यान्तवान्तसन्धि कुर्मः यान्तवान्तसन्धि कुर्मः तदा तु एच्चयवायावः सूत्रस्य उपयोगं कुर्मः ओके अतः किं भवति ओ स्थाने किम् आगच्छति औ आगच्छति ओके अतः अत्र स्पष्टीकरणं दत्तं न ओ स्थाने अव् केन कारणेन एच्चयवायाव कारणेन ओके अनन्तरम् अनन्तरं अटिकम् औ प्लस् आ प्लस् तिगन्तं ति स्वर स्वरति भवति स्रवति स्रवति स्रवति इति रूपं ओके अहं पुनः पुनः तदेव अहं कथम् उपरि गतं भूसमाप्तं जी सृ ओके अग्रे गच्छामः इदानीं कस्याः पर्यायः विजया अस्ति विजया अस्ति वा न आम् आं महोदय नमस्कारः ओके श्रीविषय वदतु श्री इति अस्ति अत्र इक् मूर्धने शकारः अनन्तरम् इकारः अस्ति अत्र षित् अस्ति अतः तिङ्क्षित् सार्वधातुकम् इत्यनेन सार्वधातुकसंज्ञा भवति अनन्तरम् अत्र किम् अस्ति एकनिमिषं तिष्ठतु भवती तु साक्षात् तृतीयसोपाने वा चतुर्थसोपाने गतवती सोपानं स्वीकृत्य मन्दं मन्दं गच्छतु शी कस्मिन् अस्ति प्रथमकार्यं क्षि कस्मिन् गणे अस्ति? भुवादिगणीयधातुः भुवादिगणे अस्ति, अतः विकरणप्रत्ययः किम् उपयोगं वयं कुर्मः? शप् अस्ति, अनुबन्धलोपानन्तरम् अकारः एव तिष्ठति. ओय् ओय् त्वरया मा करोतु, मन्दं मन्दं गच्छतु. अस्तु, अत्र शप् अस्ति, शकारस्य लशकुतते इत्यनेन अपगच्छति. अनन्तरम् अरे बाबा डोण्ट् बी इन् सच् अ हरी, जस्ट् वेट्, गो सोपानेन. वादिगणीयधातु अस्ति, अतः विकरणप्रत्ययः शप्. तदनन्तरं ती तिङन्तप्रत्ययः, ओके, अतः क्षी अधिकं शप् अधिकं ती. तदनन्तरं प्रोसेसिङ्ग् आरम्भं भवति शप् विषये, ओके. इदानीं शप् विषये वदतु. शप् अत्र लशकतति इत्यनेन शकारस्य लोपः भवति, इत् अनन्तरं पकारस्य हलन्त्यं तस्य लोपः इत्यनेन लोपः भवति, इत् भवति, लोपः अपि भवति. इन् अण्डर्स्टाण्डबल् stepwise manner, you're giving all in a confused manner, don't do that, okay. Prathama karyam shakarasya itsanya, dvitiya karyam halantyam lashakva tadite ityanena shakarasya itsanya, dvitiya karyam halantyam ityanena pakarasya itsanya, tadanantaram shakara pakarayoho lopaha tasya lopaha ityanena. So like this, if you say stepwise, everybody is very clear about what you are talking and how you are arriving at your conclusions, okay. Okay magadhi, aham shrunomi, aham shrunomi, okay. Yeah, astu magadhi, aham shrunomi. Aham spashtiteya mama chintana matra nasti ataha aham shrunomi eta sarvam shrunomi. Nahi kevalam shravanam upayogam nasti, ha, you have to also participate, ha. So try to do this. Now, now tell me exactly what I said, shap vishaye, so that you also come in line. Atra shap iti vikarna pratyayam asti bhuvadiganiye, bhuvadiganiye dhatuhu. Atra shap shakarasya lashakvat atite ityanena shakarasya itt bhavati, itt sanya bhavati. Anantaram pakarasya हलन्त्यम् इत्यनेन इत्संज्ञा भवति. अत्र शकारपकारयोः तस्य लोपः इति सूत्रेण लोपः भवति. सी नौ यु गाट् एव्रिथिङ्ग् इन् पर्फेक्ट् आर्डर्. नौ कम् टु नेक्स्ट् स्टेप्. हा, यदस्ति अवशिष्टभागः कथम् अस्ति? योगः आयोगः ति अस्ति. तत्र आयदस्ति, तदस्ति, ओके. तेन कारणेन विच् सूत्रं विल् कम् इन् द पिक्चर् देन्? तिङ्क्षित् सार्वधातुकम् इत्यनेन इति सूत्रेण सार्वधातुकसंज्ञा भवति. सार्वधातुकसंज्ञा भवति, सार्वधातुकसंज्ञा अस्ति, तत्कारणेन वाट् इस् द नेक्स्ट् स्टेप्? सार्वधातुक अर्धधातुकयोः इत्यनेन अत्र गुणकार्यं भवति. इक् इति अङ्गस्य भवति, इक् अङ्गस्य गुणकार्यं भवति, ओके. आम् महोदय, आम् महोदय. देन् नेक्स्ट् वाट्? अत्र इक् योगः अयो इति येचो अत्र अहम् एकं तु कृतवती इति भासते. क्ष यदस्ति, क्ष अधिकम् इ, हा, इ स्थाने एव वयं कार्यं कुर्मः, ओके. सो तत् मम दोषः. ओके, अनन्तरम् अ, अनन्तरं ति, ओके. अनन्तरं किम् अस्ति ई स्थाने किम् आगच्छति अयादेशः भवति हा हा हा अयादेशः ई स्थाने न गुणकार्यं भवति न गुणकार्यं भवति एकारः भवति एकारः ओके सो शी सो मेनी गेटिङ्ग् करेक्टेड् ई स्थाने अहं किं लिखामि ए लिखामि ए आगच्छति चेत् ए अनन्तरम् अ आगच्छति तत्कारणेन किम् आगच्छति एतस्य सूत्रस्य आधारेण ए स्थाने ऐ आगच्छति तदनन्तरं किं वर्णमेलनेन क्षयति इति न अत्र ऐ अस्ति अनन्तरम् अत्र विकर्णप्रत्ययस्य अकारः तिष्ठति अत्र इदानीं क्ष योगः अय योगः अयोगः ति इति अस्ति अत्र ए वर्णमेलनेन अन्तिमरूपं निष्पन्नं क्षयति इति अस्तु महोदय अस्तु धन्यवादः अहं करोमि तादृशमेव बहु समीचीनमस्ति but you are jumbling it up and telling so koni reshavaya anantaram akara da bhavatikalu kena vadatu echavaya vah anantaram akara na bhavatikalu na echavaya anantaram akara asti eva akara tatra eva tishtati ikarasya sthane ekarah agatam ekarasya karanena तदनन्तरं तु स्वरः अस्ति तस्य कारणेन एचयवायावः सो ऐ हेव् मेड् अ मिस्टेक् ए प्लस् आर् मिलित्वा भवति खलु भगिनि ए प्लस् आर् मिलित्वा ऐ भवति अनन्तरम् अन्येक आकारः तिष्ठति वा न अन्येक आकारः भवति वा तत्र पूर्णिमा यान्तवान्तसन्धिविषये स्मरणमस्ति आं भगिनि ओके कुत्र कुत्र ऐ अव् एतत् सर्वं कुत्र आगच्छति द्वयोः वर्णयोः स्थाने वा केवलम् एकस्य वर्णस्य स्थाने एकारस्य स्थाने वा ए अ द्वयोः वर्णस्य स्थाने ये अधिका मिलित्वा ये अधिकाः मिलित्वा आय् भवति ये अधिक मिलित्वा आय् भवति सारि न ओके अत्र एकादेशः न आदेशः एव अत्र एकादेशः न अत्र स्थाने सि ऐ ऐ Av, I, Av. Av. Kasya sthane agachati? A, I, O, Av sthane. Avagatam, Purnima. Aam bhagini, aam bhagini. Kena karanena? केन कारणेन एवं परिवर्तितं भवति कारणम् ए ऐ ओ औ तदनन्तरं स्वरः अस्ति अत्तः ओके तो निमित्तम् अस्ति स्वरः अवगतं स्वर अनन्तरमपि तत् तत्रैव भवति वा अकार अकार नागच्छति आव् भवति भवत्यानन्तरम् एकनिमिषं विरमय हा ओके अत्र पश्यतु वयं कथं प्राप्तवन्तः क्ष अधिकम् ऐ यदस्ति एकारस्य स्थाने अधिकम् अ यः अ तत्रैव तिष्ठति अत्र अत्र अत्र सम्यक् अस्ति स अधिक ये अधिक एकनिमिषं हा तिष्ठतु किञ्चित् हा क्ष यदस्ति तत् हलन्तमस्ति हा ओके इदानीं क्ष अधिकम् अ सम्पूर्णक्ष मिलति हा अत्र ओके अनन्तरं यकार अकारयोः सम्पूर्ण य आगच्छति अत्र अनन्तरं ति अपि आगच्छति क्षयति अवगतम् अवगतं भगिनि ष अधिक ए अधिक आ अस्ति खलु दिस् ए दिस् आ मिलित्वा अया भवति इति अहं चिन्तितवती परन्तु यदा तत् भवति हा यदा अहम् आ निष्कासयामि किं भवति ष पि इति भवति य सम्पूर्णं न भवति यकार अत्र हलन्तयकार अस्ति ओके शयति न आगच्छति हलन्तयकारः आगच्छति ओके अस्तु भगिनि अवगतम् अवगतम् परन्तु यान्तवान्तादेशसन्धिविषये अवगतं हा एवमस्ति अस्माकं हा ऐ ए अव् ऐ आय् ओ आव् औ यान्तविषये सन्धिविषये जानामि भगिनि अत्र किञ्चित् भ्रमः भवति ए अहं तु सम्यक् न लिखितवती हा सी नोबडी इस् पायिण्टिङ्ग् औट् मै वण्डर्फुल् मिस्टेक् हा If we open the mouth, you say it's not our turn. That's why we don't talk. Nahi, yada aham ashrutam likha me, tatra to correction kartavya meva, na? A sthane I, O sthane av, I sthane I, au sthane av. Eva magachati. Okay? Okay, yavat parinta magachati. अत्र गुण गुणसन्धि सन्धि कार्यम् अङ्गकार्यं मध्ये भ्रमः अस्ति एव यदा सवर्णदीर्घसन्धि अस्ति तत्र एकादेशः अकार अकारयोः आकारः तत्तु एकादेशः सो टु रीप्लेस् बै वन् अत्र तु आदेशः एव उक्तं यान्तावान्त आदेशः इत्युक्ते वन् टु वन् ओन्लि एकारस्थाने वयं जानीमः इकोयानचि तत्रापि एकस्य वर्णस्य स्थाने एव परिवर्तनं भवति आदेशः द्वयोः स्थाने पूर्णिमा स्मरति वा इकोयानचि आं भगिनि स्मरामि तत्रापि एकम् भगिनि अहं चिन्तितवती एकाराधिक आकार मिलित्वा एव आय् भवति अनन्तरम् आ न अवशिष्यते इति अहं चिन्तितवती भवती एक्स्प्लेन् कृतवती अवगतवती न न न इदानीं स्पष्टं न अवगतं भगिनि ओके अन्य किमपि महोदय अत्र एक मुख्य अंशः यत् अस्ति सोपानं यत् अस्ति द्वादिगण उक्त्वा लट्लकारे इति वक्तव्यं खलु तत्कारणात् एव षप्रत्ययस्य आगमः पि कृते तु लट्लकारः न सर्वत्र अत्र लट्लकारः तत्कारणात् पि इति प्रत्ययः तत्कारणात् षप् प्रत्ययः ओके सो लट्लकारे तत्र तत्तु इदानीम् अस्मिन् स्तरे वयं न लिखामः कारणं वयं केवलं षप् विषये प्रोसेसिङ्ग् पठामः ओके अनन्तरं हा मन्दं मन्दम् आगच्छति लट् लकारस्य स्थाने एवं टि प्रत्ययस्य विषये वयम् इदानीं न पठितवन्तः तस्मिन् समये तदपि आगच्छति ओके करपत्रमध्ये प्रारम्भे अस्ति लट् लकारे विवक्षा इति अस्ति विवक्षा तत्तु सत्यमेव सत्यमेव इट् वुड् बि मोर् करेक्ट् if we do whole thing properly parantu asmin stare to aham api vismritavati mama concentration kutra etasya processing vishaye okay anantaram agre aagachhati tatati okay so idanim agrima वर्गस्य कृते अहं तु धातवः दत्तवती हा गतावसरे ईमेल् द्वारा प्रेषितवती कोऽपि तस्मिन् विषये चिन्तनमेव कृतवन्तः हा प्रोसेसिङ्ग् कृतवन्तः प्रक्रिया लिखितवन्तः अद्य तु अहं मम चिन्तनं तत् कुर्मः इति परन्तु तत् न कृतम् अतः अग्रिम अवसरे एतत् सर्वं कृत्वा आगच्छन्ति तदा किञ्चित् शीघ्रं वयम् अग्रे गन्तुं शक्नुमः ओके चलो ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः धन्यवादः शुभदिनं।